सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनीव्याकरणवर्गे सर्वेषां स्वागतम्। तत्र प्रवर्तमानविषयः तत्र अस्ति, केषु गणेषु गुणः सम्भवति धातुवङ्गे। एतत् करपत्रं तु समाप्तवन्तः, तत्र किञ्चित् पुनः स्मरणं कृत्वा तत्र अग्रे सरेम। तत्र अस्य अनन्तरं यः करपत्रम् अस्ति धातुविज्ञानं, तत् करपत्र आरभ्य तत्र धातुषु पदनिर्माणं कथं भवति इति तत्र आरभ्यते। इत्युक्ते तत्र माताजीद्वारा यथा यः पाठं सः पाठयति, तत्र तृतीयाध्यायपर्यन्तं तस्य यः सिलेबस् अस्ति तत् आरभ्यते। इदानीं पर्यन्तं वयं किं दृष्टवन्तः, तत्र व्याकरणस्य मूलमस्ति माहेश्वराणि सूत्राणि। सो तत्र वयं दृष्टवन्तः, अत्र पाणिनीसूत्राणां विषये तत्र चिन्तनमस्ति। पाणिनीय तत्र वयं दृष्टवन्तः पाणिनीयं सूत्रं कथं पठनीयं, तत्र यः कोड् अस्ति तस्य अर्थः कः इति वयं दृष्टवन्तः। अनन्तरं वयं दृष्टवन्तः यः निमित्तम् अस्ति, एकम् अत्र वारं वारम् एकं पदस्य तत्र उपयोगं भवति निमित्तं। सो निमित्तम् इत्युक्ते हेतुः इत्युक्ते कारणं, तदपि दृष्टवन्तः। इत्युक्ते तत्र यथा लोके कारणं विना कार्यं न भवति, तथैव व्याकरणे अपि प्रायशः तथैव भवति। निमित्तम् अस्ति चेत् यः कार्यं भवति, अत्र तु वर्णनिमित्तिकं कार्यं भवति। इत्युक्ते तत्र कोऽपि वर्णः अथवा शब्दसमूहः निमित्तं भवति कस्यचित् कार्यस्य कृते। अपि च तत्र वयं दृष्टवन्तः कार्यम् इति वदामः चेत् व्याकरणे विधिः, तस्य अन्यत् नामम् अस्ति विधिः। सो तत्र विधिः इत्युक्ते वदामः चेत् तत्र त्रिविधः कार्याणि त्रिविधानि। तत्र आगमः कुत्रचित् आगमरूपी कार्यं भवति, आदेशरूपी कार्यं भवति, अपि च तत्र लोपकार्यमपि अस्ति। सो आगमः वदामः चेत् कस्यचित् शब्दसमूहस्य मध्ये कोऽपि नूतन वर्णः तत्र आगच्छति सूत्र आधारेण, तत्तु आगमरूपी कार्यमस्ति। अनन्तरं दृष्टवन्तः तत्र आदेशरूपी कार्यमपि भवति। सो आदेशरूपी कार्यं द्विविधः, एकमस्ति एकं नूतनवर्णस्य तत्र कस्यचित् पूर्वस्थितस्य वर्णस्य स्थाने एकं नूतनवर्णः तत्र आगच्छति, अथवा तत्र यः पूर्वस्थितं वर्णम् अस्ति तस्य लोपः भवति। सो लोपादेशः अपि च नूतनवर्णस्य तत्र उदयः भवति कस्यचित् पूर्वस्थितस्य वर्णस्य स्थाने। सो आदेशरूपी कार्यमपि अस्ति, अपि च तत्र लोपकार्यमपि भवति व्याकरणे। वयं दृष्टवन्तः तत्र कानिचन पारिभाषिकशब्दाः सन्ति अस्मिन् ग्रन्थे, अष्टाध्यायी इति ग्रन्थे। सो पारिभाषिकशब्दानां कृते तत्र संज्ञासूत्राणि, तेषां नामकरणमिति वदामः चेत् कस्यचित् विशिष्टनामकरणं भवति, तस्य नामकरणस्य व्याकरणे कः अर्थः इति तत्र सूत्रद्वारा तत्र दत्तं। यथा सार्वधातुक् इति पदमस्ति, विशिष्टनामकरणमस्ति। कुत्रचित् लोके तु वयं सार्वधातुक् इति न वदामः, केवलं व्याकरणे एतस्य तत्र प्रयोगः भवति। अतः सार्वधातुक् इत्युक्ते तस्य टेक्निकल् टर्म् अस्ति, तस्य तत्र किं तस्य तेन किम् अवगम्यते इति तत्र तस्य कृते सूत्रम् अस्ति। तथैव आर्धधातु, तथैव उपदा, तत्र बहूनि संज्ञासूत्राणि सन्ति येन वयं तत्र ये पारिभाषिकशब्दाः सन्ति तेषां तत्र अर्थः कः इति वयं संज्ञासूत्रद्वारा तत्र अवगम्यते। अत्र व्याकरणे यः मूलपदार्थः सः तु धातु एव. वयं दृष्टवन्तः तत्र प्रकृति द्विविधा, धातु अपि च प्रातिपदिकं, क्रियापदम् अपि च नामपदम्. परन्तु ये तत्र वैयाकरणाः किं वदन्ति, तत्र ये नामपदानि सन्ति व्याकरणे, ये नामपदानि सन्ति 96% दे आर् डिरैव्ड् फ्रम् धातुषु. धातुषु एव तेषां निर्माणं भवति. अतः वयं किं वदामः, व्याकरणे मूलतत्त्वः, मूल यः अस्माकं सविधे यः मूल मेटीरियल् अस्ति सः धातु एव. सो तत्र धातु इति वदामः चेत्, कृपया सर्वे म्यूट् मध्ये तिष्ठतु, प्रतिध्वनि आयाति. सो धातु वदामः चेत् तत्र उपदिष्टधातुवः, तत्र पाणिनिधातुपाठे साक्षात् पाणिनिमहर्षिणा तत्र 2000 उपदिष्टधातवः सन्ति. सो तेषां नाम अस्ति औपदेशिकधातुवः. सो उपदिष्टधातुवः 2000 पाणिनिधातुपाठे उपदिष्टधातुवः पाणिनिमहर्षिद्वारा उपदिष्टधातुवः औपदेशिकधातुवः. अनन्तरं तत्र 12 सनादिप्रत्ययः सन्ति, तेषां योजनेन धातुतः मूलधातुतः औपदेशिकधातुतः यदि वयं ते प्रत्ययाः 12 प्रत्ययाः योजयामः, तेषु अपि धातु इति पदार्थः निष्पद्यते. तेषां योजनेन 12 सनादिप्रत्यये योजनेन तत्र किं भवति, धातु इति पदार्थस्य निर्माणं भवति. परन्तु तादृशधातवः अस्माभिः निर्मितं धातुवः, इत्युक्ते वी आर् टेकिङ्ग् द मूल धातु एण्ड् वी आर् टेकिङ्ग् द सनादिप्रत्ययः, तेषां योजनेन यत् शब्दसमूहः निष्पद्यते तस्यापि धातु इति संज्ञा व्याकरणे. तदपि तत् यः शब्दसमूहः, यु कन्सिडर् देट् एस् अ मेटीरियल्. वट् एवर् इस् बीङ्ग् प्रिपेर्ड् बै जाय्निङ्ग् आफ् दीस् टु, तस्यापि धातुसंज्ञा भवति. परन्तु सः अस्माभिः निर्मितं धातुः, सः उपदिष्टधातुवः नास्ति. ते सर्वे धातवः उपदिष्टधातुवः नास्ति, अतः तेषां नाम अस्ति आतिदेशिकधातुवः. अनन्तरं तत्र वयं दृष्टवन्तः यदा तत्र प्रकृति यः पदमस्ति व्याकरणे, यः पदमस्ति वयं जानीमः, तत्र एकं सामान्यसूत्रमस्ति सुप्तिङन्तं पदं. पदानां कृते तत्र अहं चिन्तयामि 5 सूत्राणि सन्ति, परन्तु मुख्यसूत्रं यः अस्माकं परिचितं सूत्रमस्ति सः अस्ति सुप्तिङन्तं पदं. सो सुप्तिङन्तं पदम् इति वदामः चेत् सुप्तिङ् अन्ते, यस्य अन्ते, यस्य शब्दसमूहस्य अन्ते सुप् विधीयते अथवा तिङ् विधीयते तस्य नाम पदमस्ति. वाक्ये पदानाम् एव तत्र प्रयोगः भवति. सो सुप् इति वदामः चेत् इदानीं तु तस्य विषये चिन्तनं नास्ति. तिङ् विषये, तिङ् वदामः चेत् तत्र 18 तिङ्प्रत्ययाः, तेषु 9 तिङ्प्रत्ययः परस्मैपदीप्रत्ययः, अन्तिमनवप्रत्ययः आत्मनेपदीसंज्ञकप्रत्ययः. सो ते अपि द्विविधा, तिङ् अपि द्विविधा, एकमस्ति परस्मैपदीप्रत्ययः, द्वितीयम् अस्ति आत्मनेपदीप्रत्ययः. सो यदा तत्र प्रकृतियोगप्रत्यय भवति तत्र कानिचन सामान्यकार्याणि तत्र सिद्ध्यन्ति. प्रकृतियोगप्रत्ययः अत्र प्रकृति किं, धातु इति प्रकृतिः अस्ति, क्रियापदम्. सो तत्र धातुयोगप्रकृति प्रत्ययः कुर्मः चेत् तत्र एकं सामान्यकार्यं वयं दृष्टवन्तः, गुणकार्यं भवति. तत्र एकं कार्यं भवति, वर्णानां तत्र परिवर्तनं भवति. सो तस्य नाम व्याकरणे अस्ति गुण इति कार्यं, गुणकार्यं. तत्र पूर्वस्थितवर्णः अपगच्छति, कोऽपि नूतनवर्णः तस्य स्थाने आयाति, परन्तु तस्य कृते यः परिवर्तनं भवति, प्रकृतिप्रत्ययस्य मेलनेन यः परिवर्तनं भवति, तत्र कारणं किम्, इत्युक्ते निमित्तं किं, अत्र टेक्निकल् टर्म् अस्ति निमित्तं, वयं कारणं कारणम् इति न वदामः व्याकरणे. निमित्तं किम् अस्ति? प्रत्ययः एव निमित्तं भवति. तादृशपरिवर्तनस्य वर्णानां यः परिवर्तनं भवति गुणकार्ये, तस्य कृते निमित्तं किं? प्रत्ययः एव निमित्तं. प्रत्ययस्य कारणेन तत्र सः परिवर्तनं तत्र भवति. अतः वयं तत्र दृष्टवन्तः गुणकार्यः एकं सामान्यकार्यम् अस्ति व्याकरणशास्त्रे. धातुयोग यदा कदा धातुयोगप्रत्ययः भवति तत्र प्रायशः तत् गुणकार्यं भवति. सो गुणकार्यस्य विषये वयं दृष्टवन्तः तत्र सूत्रद्वयं, सामान्यसूत्रद्वयम् अस्ति. एकमस्ति सार्वधातुकार्धधातुकयोः, द्वितीयमस्ति पुगन्तलघुपदस्य च. सार्वधातुकार्धधातुकयोः इति सूत्रं वदति यदि यः धातुः अस्ति अथवा तत्र अङ्ग इति संज्ञा अपि अस्ति, धातु अन्ते अन्तिमवर्णः यः अस्ति सः कोऽपि इक् वर्णः अस्ति, इ ऊरुलु अस्ति चेत् तस्य अनन्तरं कीदृशप्रत्ययः, आर्धधातुक् अथवा सार्वधातुकप्रत्ययः विधीयते चेत् तत्र गुणकार्यं सम्भवति इति सूत्रं वदति. एतत् सामान्यसूत्रम्, औत्सर्गिक सूत्रम्, इत्युक्ते इट् इस् अ जनरल् रूल्. सो यदा तत्र धातुयोगः प्रत्ययः भवति, किमर्थं चेत् तत्र प्रत्ययानां कृते तु धातु अनन्तरं ये प्रत्ययाः आयान्ति ते विकरणं भवेत्, तिङ् भवेत्, अपि च कोऽपि अन्य कृत् भवेत्, तेषां महर्षिणा संज्ञाद्वयं दत्तं. द्विप्रकारकः एव तत्र प्रत्ययाः सन्ति ये धातु अनन्तरम् आयाति. एकमस्ति सार्वधातुकप्रत्ययः, द्वितीयमस्ति आर्धधातुकप्रत्ययः. महर्षि वदति तिंशित् सार्वधातुकम्. सो ये प्रत्ययाः वयं दृष्टवन्तः तत्र इत्संज्ञकप्रकरणमपि वयं दृष्टवन्तः, कथं वर्णानाम् इत्संज्ञा तत्र प्रथमसोपाने एव भवति. सो प्रत्ययेषु अपि इत् संज्ञा, वर्णानाम् इत्संज्ञा भवति. सो यस्मिन् प्रत्यये शकारस्य, तालव्यशकारस्य इत्संज्ञा अस्ति तस्य नाम अस्ति शित् प्रत्ययः. अपि च ये प्रत्ययाः तिङ्समूहे आयान्ति, वयं जानीमः तत्र अष्टादश प्रत्ययाः, तिप् तस् जी, एते सर्वे प्रत्ययाः, ते तेषां संख्या अस्ति अष्टादश, ते तिङ्समूहे आयान्ति. सो महर्षि वदति तिङ् शित् सार्वधातुकं, तिङ् अपि च शित्, तिङ्समूहे अष्टादश, शित् तु बहूनि तत्र प्रत्ययाः सन्ति. सो मिलित्वा तेषां संज्ञा सार्वधातुक सह कृतं महर्षि. अनन्तरं सः वदति आर्धधातुकं शेषः. सो शेषः कथनेन यत्किमपि तत्र अवशिष्यते तिङ् विहाय शित् विहाय, यत्किमपि धातुः, सोरि प्रत्ययः धातु इति प्रकृति अनन्तरम् आयान्ति तस्य आर्धधातुक् इति संज्ञा भवति. सो गुणस्य कृते यः निमित्तम् अस्ति सार्वधातुक् अथवा आर्धधातुक्. सो सामान्यतया अत्र अस्मिन् सूत्रे किं दत्तम्? सामान्यतया यदि धातु अन्ते कोऽपि इ ऊरु अस्ति चेत् तस्य अनन्तरं कोऽपि प्रत्ययः योजयामः चेत् तत्र सामान्यतया गुणं भवेत्. परन्तु वयं दृष्टवन्तः न भवति, सर्वदा गुणकार्यं न भवति. अतः तत्र कारणं किम् इति तत्र वदामः चेत् तत्र एकं बाधकसूत्रम् अस्ति गुणकार्यस्य कृते. तत्र एकम् इदानीं पर्यन्तं वयम् एकम् एव बाधकसूत्रं पठितवन्तः. तत् सूत्रं किं? गुणकार्य यः सामान्यकार्यं धातुयोगप्रत्ययः कारणेन भवति तस्य कृते एकं बाधकसूत्रम् अस्ति किनिति च. किनिति च इति गुणबाधकसूत्रं, गुणकार्यं यः भवति तस्य कृते बाधा करोति. सो सूत्रं किं वदति? सूत्रं वदति यः प्रत्ययः यस्य कारणेन तत्र परिवर्तनं भवति, गुणकार्यं भवति, सः प्रत्ययः यदि कित् गित् नित् अस्ति चेत् तत्र गुणकार्यं बाधितं, तत्र गुणकार्यं न करणीयं. यद्यपि तत्र अङ्गे इ ऊरु लु अन्ते अस्ति तथापि तत्र गुणकार्यं न करणीयं. किमर्थं चेत् प्रत्ययः सार्वधातुक अथवा अर्धधातुक भवेत्, परन्तु कित् गित् नित् अस्ति चेत् तत्र गुणः न करणीयम्। एतत् सामान्यसूत्रं। सो किनिति च इति गुणबाधकसूत्रं। वयं दृष्टवन्तः प्रत्ययेषु कित् प्रत्ययः तु सन्ति, नित् प्रत्ययः अपि सन्ति, परन्तु तत्र आर्धधातुकप्रत्ययेषु नित् प्रत्ययाः अपि सन्ति, सार्वधातुकप्रत्ययेषु अपि नित् प्रत्ययः, यथा महिङ् इति प्रत्ययः, तस्मिन् अन्तिमनकारः इत्संज्ञकः, सः अष्टादश तिङ्समूहे आयाति, महिङ् इति प्रत्ययः तिङ्समूहे आयाति, अतः तिंशित् सार्वधातुकम् इति सूत्रद्वारा तस्य प्रत्ययस्य संज्ञा सार्वधातुकसंज्ञा, अपि च तस्मिन् नकारस्य इतापि अस्ति, सो साक्षात् नित् अस्ति, सार्वधातुक महिङ् प्रत्ययः साक्षात् नित् अस्ति, तस्मिन् नकारस्य इत्संज्ञक। तथैव तत्र गित् प्रत्ययः एकमेव व्याकरणे, अतः तस्य विषये इदानीं चर्चा मास्तु। अनन्तरं वयं दृष्टवन्तः सार्वधातुकप्रत्ययनिमित्तीकृत्य अपि, यद्यपि सार्वधातुकप्रत्ययः षित् सार्वधातुकप्रत्ययः कित् न गित् न नित् न, तथापि तत्र गुणः न भवति। सो कारणं किं? तत्र प्रत्ययः कित् न अस्ति, कोऽपि ककारस्य इत्संज्ञक नास्ति, गकारस्यापि इत्संज्ञक नास्ति, कण्ठनकारस्यापि इत्संज्ञः नास्ति, तथापि तत्र गुणकार्यं न भवति। सो तत्र कारणं किं? वयं दृष्टवन्तः एकम् अतिदेशसूत्रं कारणम् अस्ति। अतिदेशसूत्रद्वारा महर्षि वदति सार्वधातुकम् अपित्, सार्वधातुकम् अपित् प्रत्ययः निद् इव भवति, सार्वधातुकम् अपित् निद् इति अनुवृत्तिसहितसूत्रं। सो सार्वधातुकम् अपित् प्रत्ययः निद् भवति इति सूत्रस्य अर्थः। सो सर्वे सार्वधातुक अपित् प्रत्ययः यस्मिन् शकारस्य इत् अस्ति अथवा तिङ्समूहे आयाति, यदि तस्मिन् प्रत्यये पकारस्य इत् संज्ञा न भवति, सः सार्वधातुकम् अपित् इति प्रत्ययः। तादृशप्रत्ययः निद् इव कार्यं करोति, इट् बिकम्स् ए नित् प्रत्ययः बै दिस् अतिदेशसूत्रः सार्वधातुकम् अपित्। तेन किं? यदा श शन् श्नाश्नम् एते सर्वे शित्वात् शकारस्य इत् अस्ति, अतः शित्वात् ते सर्वे विकरणप्रत्ययाः सार्वधातुकसंज्ञकः, परन्तु तेषु तत्र पकारस्य इत्संज्ञा नास्ति, कुत्रचित् कुत्रापि पकारस्य इत्संज्ञा नास्ति, अतः पकारस्य अभावेन सार्वधातुकम् अपि इत्यनेन ते निद् इव भवति। यद्यपि निद् नास्ति, तथापि अतिदेशसूत्रद्वारा ते निद् इव भवति। निद् इद् इव भवति चेत्, निद् समानं भवति चेत्, तत्र किनिति च सूत्रद्वारा तत्र अपि, यदा तत्र धातुयोगश्यन्शना भवति, यदि तत्र गुणप्रसङ्गः अस्ति, तथापि तत्र किनिति च सूत्रद्वारा बाधा भवति, अतः तत्र गुणः न भवति। गुणकार्यस्य कृते द्वितीयं सूत्रमस्ति पुगन्तलघुपदस्य च। सो पुगन्तलघुपदस्य च इति सूत्रं वदति, पुगन्त अङ्गस्य एकः गुणः भवति, अपि च लघु इगपद अङ्गस्य इकः गुणः भवति। सो लघु इगुपद अङ्गं वदामः चेत्, यस्मिन् उपदायां ह्रस्व लघु इकवर्णः अस्ति, तस्यापि तस्य इकवर्णस्य अपि गुणः भवति, यदा तस्य परे कोऽपि सार्वधातुक अथवा आर्धधातुक प्रत्ययः। सो इदानीं दृष्टवन्तः, सर्वदा तत्र गुणक इगुपद अङ्गस्यापि सर्वदा तत्र गुणः न भवितुम् अर्हति। यदि प्रत्ययः सार्वधातुक अपित् अस्ति, तत्रापि गुणस्य बाधा। यदि प्रत्ययः साक्षात् कित् गित् नित् अस्ति, तत्रापि गुणस्य बाधा। सो यद्यपि सामान्यसूत्रं वदति गुणः भवेत् पुगन्तलघुपदस्य च सूत्रद्वारा, तत्र गुणः भवेत्, परन्तु न भवति, किमर्थं चेत् बाधकसूत्रं कार्यं करोति तत्र। सो इदानीं पर्यन्तम् एतत् सर्वं वयं सूत्राधारेण दृष्टवन्तः। सो तत्र ये धातु ये उपदिष्टद्विसहस्रधातवः सन्ति पाणिनिमहर्षिणा, ते सर्वे धातवः दशसु गणेषु विभक्ताः इति वयं सर्वे जानीमः. दशसु गणेषु तत्र धातवः विभक्ताः, अतः तत्र केषु केषु गणेषु गुणः भवति इति वयं दृष्टवन्तः. सो तत्र भुवादिगणे केषु केषु गणेषु गुणः सम्भवति धातु अङ्गे इति तत्र लिखितं, करपत्रस्य शीर्षकम् अस्ति धात्वङ्गे. सो धात्वङ्गे इति वदामः चेत् साक्षात् धातु मध्ये कुत्र कुत्र गुणः भवति इति तस्य अर्थः. वयं दृष्टवन्तः अङ्गम् इति एकं पारिभाषिकशब्दः, यस्मात् प्रत्ययः विधिः तदादि प्रत्यय अङ्गम् इति गुण इति संज्ञासूत्रम् अस्ति, अङ्गगुण विधायक संज्ञासूत्रम्, यस्मात् प्रत्ययः विधिः तदादि प्रत्यय अङ्गम्. सो तत्र न केवलं साक्षात् धातुः अङ्गं भवति प्रत्ययस्य कृते, कुत्रचित् धातुयोगविकरणप्रत्ययः भागः अपि तत्र अङ्गं भवति तिवादयस्य कृते. परन्तु अस्मिन् करपत्रे मुख्यं किम् अस्ति, साक्षात् धातु अङ्गे कस्मिन् कस्मिन् गणे गुणः भवति. सो साक्षात् धातु अङ्गे कस्य कारणेन गुणः भवति? विकरणप्रत्ययस्य कारणेन. किमर्थं चेत् साक्षात् धातु अनन्तरं तु विकरणप्रत्ययः एव विधीयते. तत्र धातुः योगविकरणप्रत्ययः योगतिवादयः, तिप् तिप्तजि सिप्तस्थ. सो धातुः साक्षात् किं पश्यति? धातुः साक्षात् तत्र विकरणप्रत्ययः पश्यति. सो धातु अङ्गे विकरणप्रत्ययस्य कारणेन कस्मिन् कस्मिन् गणे गुणः भवति इति अस्मिन् सूत्रे दत्तम्. अतः वयं दृष्टवन्तः तत्र अभ्यासे, तत्र यत्र यत्र सार्वधातु पित् प्रत्ययः अस्ति तत्र तत्र गुणः भवति. यथा भुवादिगणे, भुवादिगणे तत्र शप् विकरणप्रत्ययः अस्ति, तत्र धातु अनन्तरं सार्वधातु पित् प्रत्ययः अस्ति, अतः तत्र कोऽपि बाधा न भवति गुणस्य कृते. सो भुवादिगणे गुणः भवति, आदादिगणे शप् यः अस्ति तस्य लुक् भवति. सो अत्र धातु साक्षात् धातुयोगतिबादयः भवति. सो तिबादयेषु यः पित् प्रत्ययः तं निमित्तीकृत्य तत्र गुणः भवति, तिबादयेषु ये अपित् प्रत्ययः तेषां कारणेन तत्र गुणः न भवति. तथैव ज्योत्यादिगणे अपि तत्र शप् श्लु भवति, अतः धातु अङ्गस्य साक्षात् अनन्तरं तत्र तिबादयः, मध्ये किमपि नास्ति, मध्ये कोऽपि भागः नास्ति. सो तत्र अपि यत्र तिबादयेषु पित् प्रत्ययः तत्र गुणः भवति, यत्र अपित् प्रत्ययः यत्र पकारस्य अभावः तत्र गुणः न भवति. तनादिगणे तत्र अत्र अत्र दिवादिगणः चतुर्थगणः, अत्र तनादिगणः, तनादि किमर्थं तनादिगणः इति लिखितम्? आदौ तत्र ते गणाः लिखितं येषु तत्र विकरणप्रत्ययस्य येषु धातुवङ्गे गुणः भवति. सो भुवादिगणे गुणः भवति, अदादिगणे गुणः भवति, ज्योत्यादिगणे अपि गुणः भवति, तनादिगणे अपि गुणः भवति. सो तत्र कारणं किम्? तत्र सार्वधातुकप्रत्ययः विकरणप्रत्ययः सार्वधातुक् नास्ति, तत्र विकरणप्रत्ययः आर्धधातुक् अस्ति. स च आर्धधातुकप्रत्ययः कित् गित् नित् नास्ति, उ इति विकरणप्रत्ययः, अतः तत्र अपि गुणः भवति. धात्वङ्गे साक्षात् धातु मध्ये तत्र गुणः भवति विकरणप्रत्ययस्य कारणेन. तथैव चुरादिगणे, चुरादिगणे सर्वदा किं? चुरादिगणे सर्वदा नित्यं तत्र निजन्त अस्ति. सो प्रथमसोपाने चुरादिभ्यः ये धातवः सन्ति तत्र निच् इति प्रत्ययः तत्र आयाति. निच् इति प्रत्ययः पश्यामः चेत् शित् नास्ति, तिङ् अपि नास्ति, अर्धधातुकं शेषः इत्यनेन निच् इति प्रत्ययः अर्धधातुक्, अपि च स च अर्धधातु कित् घित् नित् नास्ति, अतः तत्र अपि धातुवङ्गे गुणः भवति निच् कारणेन. परन्तु वयं दृष्टवन्तः तत्र उपधायां तु गुणः भवति, परन्तु अन्ते कोऽपि इ ऊरु अस्ति चेत् तस्य वृद्धिः भवति. कारणं किम्? एकम् अपवादसूत्रम् अस्ति, सार्वधातुकार्धधातुकयोः इति सूत्रस्य एकम् अपवादसूत्रम् अस्ति, तत्तु सामान्यसूत्रम् अचोणिनिति. सो णित् प्रत्ययः परे अजन्त अङ्गस्य वृद्धिः भवति. सो चुरादिगणे यदि कोऽपि अजन्तदातवः तत्र गुणकार्यं न भवति, तत्र वृद्धिकार्यं भवति इति चुरादिगणे किञ्चित् विशेषम् अस्ति, विशिष्टम् अस्ति. सो एतेषु 1, 2, 3, 4, 5 एतेषु पञ्चगणेषु तत्र धातुवङ्गे गुणः भवति. अत्र लिखितं धातुवङ्गे गुणः असम्भवः. सो दिवादिगणे, स्वादिगणे, तुदादिगणे, रुदादिगणे, क्रयादिगणे एतेषु पञ्चषु गणेषु तत्र धातुवङ्गे गुणः न भवति. किमर्थं चेत् धातुवङ्गस्य साक्षात् अनन्तरं सार्वधातुक अपित् प्रत्ययः सर्वेषु गणेषु विधीयते. दिवादिभ्यः शन्, स्वादिभ्यः श्नु, तुदादिभ्यः श, रुदादिभ्यः श्नम्, क्रयादिभ्यः तत्र श्ना आयाति. सो एते सर्वे शन्, श्नु, श, श्नम् अपि च श्ना, एते सर्वे सार्वधातुक अपित् प्रत्ययः. अतः एते सर्वेषु गणेषु सार्वधातुकम् अपित् इत्यनेन एते विकरणप्रत्ययाः निद् इव भवति. अनन्तरं किनिति च सूत्रद्वारा तत्र धातुवङ्गे गुणः न भवति इति वयं सर्वं दृष्टवन्तः. अस्तु, तत्र अभ्यासमपि तत्र अधीतम्. सो चुरादिगणे तत्र पूर्वस्मिन् वर्गे किमपि उक्तवन्तः, तत्र एतस्य कस्यच धातुविषये एकम् अभ्यासं कुर्मः. अन्येषु गणेषु तत्र वयं दृष्टवन्तः किं भवति, तत्र कथं गुणः भवति अथवा गुणः न भवति. सो अत्र तिज् इति धातुः नयामः. अस्तु, कः वक्तुमिच्छति? चुरादौ एकमेव धातु नयामः, तस्य विषये चर्चां कृत्र कुर्मः. अस्तु, कः वदति तिज् विषये? आं भगिनि, अनन्त्यम् इति सूत्रेण तिज् विषये, भगिनि तिज् विषये वदतु. तिज् धातुः अनन्त्यम् इति सूत्रेण अन्ते वर्धमान चकारस्य, भगिनि एतत् लौकिकरूपमेव अत्र दत्तम्. अत्र अनुबन्धवर्णानां निष्कासनम् अनन्तरम् एव तिज् एव तिष्ठति. अत्र तिज् अधिकं चुरादिगणे अस्ति, अथवा तिज् अधिकं निच् अधिकं शप् प्रत्ययः आगच्छति. तिज् अधिकं निच् प्रथमं पश्यामः. तिज् अधिकं निच् अत्र शिशुः इति सूत्रेण आदौ वर्धमान नकारस्य इत्संज्ञा भवति. निच् हरन्त्यम् इति सूत्रेण अन्ते वर्धमान चकारस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण चकारणकारयः लोपः भूत्वा इकार एव अवशिष्य पदम्. निच् तिच् तिज् अधिकम् इकारः तिजि भवति. तिजि भगिनि एकनिमेषः, निच् इति प्रत्ययः कीदृशप्रत्ययः? निच् निचिति प्रत्ययः, धातु अनन्तरं ये प्रत्ययः आर्धधातुकप्रत्ययः. सो आर्धधातुकप्रत्ययः कित् गित् नित् अस्ति वा? न, कण्ठनकार कित् नास्ति, गित् नास्ति, नित् नास्ति. अतः अतः किनिति सूत्रस्य उपयोगः नास्ति. अङ्गे गुणप्रसङ्गः अस्ति वा? अङ्गे गुणप्रसङ्गः अस्ति वा? अस्ति चेत् करणीयं, बाधा नास्ति, बाधा अपि नास्ति, अङ्गे गुणप्रसङ्गः अस्ति. उपधायाम् अवस्थित इकारस्य गुणा भवितुं शक्यते, गुणा भूत्वा एकार भवति, तेज् भवति. केन सूत्रेण कार्ये? सार्वधातकार्धधातकयोः उगन्तलघुपदस्य इति सूत्रे अन्ते जकारः, अन्ते नास्ति. उपधायां ह्रस्व इकारः अस्ति, एकनिमिषः. तत्र एतत् सर्वं सर्वेषु तत्र अवगन्तव्यं. तत्र किम् अन्ते इ ऊरु अस्ति चेत् सार्वधातुकार्धधातुकयोः इत्यनेन कार्यम्. उपधायां ह्रस्व इ ऊरु अस्ति चेत् तत्र पुगन्तलघुपदस्य च इत्यनेन कार्यं. सो अत्र उपधायां प्रसक्तिः नास्ति, हलन्त्यमस्ति, अतः प्रसक्तिः नास्ति. पुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः अस्ति, ऋषइकारः अस्ति, अतः तस्य भूत्वा तेजी भवति. इदानीं तेजी किम् अस्ति? तेजी इति नूतनधातु. केन सूत्रेण? केन सूत्रेण तस्य धातुसंज्ञा? सन्नाद्यन्तः धातवः. सनाद्यन्तः धातवः. तेजी इति एकं धातु. नौ दिस् इस् अ मेटीरियल् विच् हेज़् अ नेम् एस् धातुः. इदानीं चुरादिगणे णिच् प्रत्यय शप् प्रत्यय अपि अस्ति. तेजी अधिकं शप्. एकनिमिषः भगिनि, अस्माकं विवक्षा किम् अस्ति? लट् लकारस्य एकवचनस्य विवक्षा अस्ति. लट् लकारस्य शप् कर्तरी शप् इति सूत्रेण शप् प्रत्ययः आगच्छति. विकरणप्रत्ययः भवति. अस्माकं विवक्षा किं? लट् लकारस्य एकवचनस्य विवक्षा. लट् लकारस्य एकवचनस्य प्रत्ययः कः? तिप् इति प्रत्ययः. किमर्थं चेत् धातुः परस्मैपदी धातुः, तिप् इति प्रत्ययः. इदानीं वदतु तत्र कर्तरी शप् इति सूत्रेण शप् प्रत्ययः विकरणप्रत्ययः आयाति. किमर्थं? कारणं किम्? तिप् प्रत्ययः कर्तरी अस्ति. तिप् प्रत्ययः तिगन्तः अस्ति खलु. कर्तरी शप् इति सूत्रेण तत्र विकरणप्रत्ययः शप् आयाति. कारणं किम्? कर्तरी शप् सूत्र एव कारणं खलु. कर्तरि शप् सार्वधातुके. इफ् वि डोण्ट् रिमेम्बर् द सार्वधातुक् इति पदं, देन् वि विल् गेट् कन्फ्यूस्ड्. सर्वदा सूत्रं तु कर्तरि शप् एव अस्ति, परन्तु तत्र अनुवृत्तिसहित सूत्रम् अस्ति कर्तरि शप् सार्वधातुके. सो सार्वधातुके इति सप्तमी अन्तिम पदः. अरे सार्वधातुक इति सूत्रेण तिङ् अस्ति, अतः सार्वधातुक अस्ति. अतः कर्तरी शप् सार्वधातुक एव, सार्वधातुके इति सूत्रेण शप् प्रत्ययः विकरणप्रत्ययः इति आगच्छति. तेजी अधिकं शप् अधिकं तिप्. शप् प्रत्ययस्य लशकत्वतिथे इति सूत्रेण शकारस्य इत्संज्ञा भवति. हलन्त्यम् इति सूत्रेण पकारस्य इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण शकारपकारयोः लोपः भवति. अतः अ एव अशिष्टपदं. तेजि अधिकम् अ अधिकं तिप्. तिप् प्रत्यये हलन्तम् इति सूत्रेण अन्ते वर्धमान यकारस्य इत्संज्ञा भवति. तस्य लोपः इति पकारस्य लोपः भवति. तस्य लोपः इति सूत्रेण तस्य लोपः भवति. अतः त्रि ति एव अवशिष्ट वर्णः. तेजी अधिकम् अधिकं ति भवति. तेजी अधिकम् अ सार्वधातकार्धधातुकयोः इति सूत्रेण अन्ते विद्यमान इकारस्य गुणः भवति. किं भवति इकारस्य गुणः? एकारः. तेजे अधिकम् अ अधिकं ति भवति. शप् शप् इति प्रत्ययः शितपि अस्ति पितपि अस्ति, अतः गुणस्य कृते कोऽपि बाधा नास्ति अत्र. बाधा नास्ति. सार्वधातुकप्रत्ययः अस्ति अतः गुणः भवति. तेजे भवति सार्वधातकारधातुकयोः इति सूत्रेण. तेजे एकारस्य यान्तामान्तासन्धि भूत्वा ऐ ऐ भवति. सत्यं. तेज अधिकम् ऐ सूत्रं किं भगिनि? यजो वाया एचो अय अव आय आवः. एकारस्य स्थाने किम् आदेशः? ऐ इति आदेशः भवति. अधिकम् अधिकं ति तेज वर्ण मेलनेन तेजयति भवति. तेजयति इति चुरादिगणस्य लट् लकारस्य रूपं निजन्तरूपमपि समानं. हेतुमति च सूत्रेण यः निच् प्रत्ययः आयाति निजन्त चुरादिगणे ये धातवः सन्ति तेषां निजन्तरूपमपि समानं लट् लकाररूपमपि समानम्. अत्र लट् लकारेषु तत्र चुरादिगणे नित्यं निजन्तः, ते नित्यं नित्येन निजन्तः चुरादिगणे. चुरादिगणे ये धातवः तेषां प्रथमसोपाने एव निच् योजनीयम्. तत्र सर्वदा एतादृशचिन्तनम् एव भवति. अस्तु, सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति? साधु भगिनि, धन्यवादः. धन्यवादः महोदय. धन्यवादः. आदिदेशिक धात्वा सन्ति चेत् तत्र किं सर्वदा मत कर्तरिप्रयोगे भवति? कर्तरिप्रयोगे तु धातु कर्तरिप्रयोगे नास्ति महोदय, प्रत्ययस्य विषये तत्र चिन्तनीयं. प्रत्ययः कर्तरिप्रयोगे अस्ति वा नास्ति, धातु तु कर्तरिप्रयोगे, तस्य विषये कर्तरिप्रयोगः इति चिन्तनं नास्ति महोदय. प्रत्ययः कर्तरिप्रयोगे अस्ति वा कर्मणि, तस्य यः विधानं महर्षिणा कृतं तस्य विधानं, यथा तिवादयः, ते सर्वे तिवादयः लस्य स्थाने ये तिवादयः आयान्ति ते कर्तरिप्रयोगे भवति, कर्मणि अपि भवति, भावे अपि भवति. सो अत्र शप् इति विधानं प्रत्ययः कर्तरिप्रयोगे अस्ति अपि च सार्वधातुक अस्ति चेत् शप् विधानं भवति. सो तत्र तव्य तव्यानि तत्र एते सर्वे प्रत्ययाः कर्मणि प्रयोगे भवति. सो प्रत्ययस्य विषये एव कर्तरिप्रयोगः कर्मणि, धातुविषये एतत् चिन्तनं नास्ति महोदय. अतः कथम् अस्ति किमपि चेत् आतिदेशिक धातुः अस्ति तो डिपेण्ड् करोति किमपि चेत् कि प्रत्यये भाति किं तत्र किमपि आतिदेशिक धात्वः सङ्गे कर्मणि प्रयोगे एवं कर्तरिप्रयोगे उभयपि कर्तुं शक्नुमः. सत्यम्. सो यस्य धातुसंज्ञा तस्य अनन्तरं कृत् अपि आगन्तुं शक्यते, तिबादयः अपि लट् अपि आगन्तुं शक्यते, अपि च तत्र मुख्यतया लट् अपि च कृत् एव धातु अनन्तरं साक्षात् अनन्तरम् अस्ति. सो धातुः अपदेशिक् भवेत् या उपदिष्ट् भवेत् तस्य अनन्तरं यस्य धातुसंज्ञा तस्य अनन्तरं वयं कृत् अपि योजयितुं शक्नुमः, लट् अपि योजयितुं शक्नुमः. अनन्तरं तत्र लट् स्थाने तत्र दिवादयः, प्रथमसोपाने तत्र लट् लोट् लङ् इति आयाति अस्माकं विवक्षानुसारेण, अनन्तरम् एव लस्य स्थाने तत्र तिबादयः आयान्ति. सो साक्षात् धातु अनन्तरं स्वयं तिबादयस्य विधानं न कृतं महर्षिणा, महर्षिणा तत्र लट् लोट् लङ् इति विधानं कृतम्, अनन्तरं तत्र लस्य स्थाने तिबादयः आयान्ति. परन्तु कृत् प्रत्ययः साक्षात् धातु अनन्तरम् एव आगन्तुं शक्यते, स सर्वे कृत् प्रत्ययानां यानि सूत्राणि ते धातु यस्य धातुसंज्ञा तस्य अनन्तरम् आगन्तुं शक्यते. सो तत्र चुरादिगणे ये निजन्तदातवः ते तेषां सनाद्यन्तः धातवः इति सूत्रेण धातुसंज्ञा, अतः तेषाम् अनन्तरम् अपि कृत् योजयितुं शक्नुमः, अपि च लट् लोट् लङ् योजयितुं शक्नुमः. तावदेव अस्ति. अस्तु, धन्यवादः. अस्तु, कोऽपि इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यथा तत्र नूतनकरपत्रस्य प्रारम्भं कुर्मः. अस्तु, तत्र द्रष्टव्यं भगिनि क्याप् काम्य तत्र सन् यक् निच् महोदय द्विदशं प्रत्ययः सन्ति सनादि सनादि धातुः सन् क्यच् काम्यच् क्यङ् क्यस् आचार् क्विप् निच् यङ् यक् आय् यङ् निङ् ये सर्वाणि द्विदशं वाट्सप् गन् मध्ये प्रेषयतु. येषां यः सूची अस्ति गन् मध्ये अस्तु. निश्चयं महोदय, निश्चयं महोदय, धन्यवादः. धन्यवादः. इदानीं तत्र धातुविज्ञानम् आम् धातुविज्ञानं प्रथमः. अस्तु, तत्र एतत् आरभ्य माताजी यः पाठयति तत्र तस्य प्रारम्भं भवति, अतः अत्रापि तत्र वयं जानीमः तत्र प्रथमसोपाने धातुयोगप्रत्ययः भवति चेत् प्रथमसोपाने तत्र इत्संज्ञक वर्णानां निष्कासनं करणीयम्, अतः अत्र पुनः तस्य विषये अत्र सूत्राधारेण किञ्चित् पुनः सूत्राणाम् अध्ययनम् अत्र भवति, अतः एतत् तु सरलमस्ति धातुविज्ञानं प्रथमः. अस्तु, कः प्रारम्भं करोति कृपया स्वयम् अग्रे आगच्छतु. सरलमस्ति एतत् करपत्रं, सरलमस्ति, किमपि विशेषं नास्ति अत्र. अहं पठामि भगिनि. आं, कृपया पठतु भगिनि. धातुभ्यः प्रत्ययाः यदा विधीयन्ते तदा सर्वप्रथमम् अस्माभिः किं चिन्तयते नाम अनुबन्धाः के, अपि च तेषां निष्कासनं कथं क्रियते. अनुबन्धः नाम यस्य इत्संज्ञा योग्यत्वं सः. अहं प्रथमे अनुबन्धवर्णाः दृष्ट्वा तस्य निष्कासनं करणीयम् इति उच्यते. तर्हि इत्संज्ञा योग्यत्वं केषां भवति? अस्य ज्ञानं भवति इत्संज्ञा विधाय सूत्रैः. अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्संज्ञा नाम्ना, येन सर्वम् इत्संज्ञा विधायककार्यं क्रियते. प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञाप्रकरणम् इति आहत्य तत्र षट् इत्संज्ञाविधायकानि सूत्राणि सन्ति. एकं वार्तिकम् अस्ति इत्संज्ञाविधायकम्, एकम् इत्संज्ञानिषेधकं सूत्रम् अस्ति, एकं लोपविधायकं सूत्रम् अस्ति. तत्रत्यैः षड्भिः सूत्रैः इत्संज्ञा विधीयते. धातुषु, प्रत्ययेषु, आगमेषु, आदेशेषु यत्र कुत्रापि इत्संज्ञा भवति तत्र येभिः एव सूत्रैः. प्रथम अध्याये तृतीयपादे इत्संज्ञासूत्राणि सन्ति. द्वितीय सूत्रतः अष्टमसूत्रपर्यन्तम् इत्संज्ञासूत्राणि सन्ति. अत्र एकनिषेधसूत्रमस्ति, न विभक्तौ तु स्मः. एक निषेधसूत्रम् एक वार्तिकम् अस्ति. वार्तिकम् संज्ञावाच्य तत् सूत्रं नास्ति. आमाम् एकवार्तिकम् अस्ति. आम् अपि च एक लोप संज्ञा अस्ति, तस्य लोपः इति एक लोपविधायकं सूत्रमस्ति. अत्र दृश्यतु भगिनि, अष्टसूत्रपर्यन्तं 2 to 8 इति संज्ञाप्रकरणं, संज्ञाप्रकरणं, संज्ञा इत्युक्ते नामकरणं, लोपविधायकसूत्रं तस्मिन् एतस्य गणना नास्ति, एतत् विधायकसूत्रम्. अष्टसूत्राणि संज्ञासूत्राणि, परन्तु लोपविधायकसूत्रम्, अनेन लोपविधिः कार्यं भवति. सो एतत् विधिसूत्रं, परन्तु एते अष्टसूत्राणि संज्ञासूत्राणि, नामकरणं करोति, केवलं नामकरणं करोति. वर्णानाम् इति नामकरणम् एतेषु अष्टसूत्रेषु भवति. अन्ते तत्र यः नवमसूत्रं 2 to 8 आर् संज्ञासूत्राणि. इन् एडिशन् टु देट् देर् इस् अ वार्तिकम् एण्ड् इन् एडिशन् टु देट् देर् इस् अ निषेधकसूत्रं. तत्र एतेषु अष्टसु एकं निषेधकसूत्रम् अस्ति, इत्संज्ञानिषेधकं, यस्य इत्संज्ञा न भवति. अपि च एक लोपविधायकसूत्रं, विधायकविधिः, अत्र लोपकार्यं भवति. अतः संज्ञासूत्रेषु एतस्य गणना नास्ति, विधायकसूत्रस्य गणना संज्ञासूत्रे न अस्ति. अनन्तरं षड्भिः सूत्रैः इत्संज्ञा विधीयते. धातुषु, प्रत्ययेषु, आगमेषु, आदेषु, यत्र आदेशेषु, आदेशेषु धातुषु अपि इत्संज्ञा करणीयं, मूलधातुषु. प्रत्ययस्य यः मूलप्रत्ययः, यथा शप् इति प्रत्ययः मूलम् अस्ति, तिप् इति प्रत्ययः मूलप्रत्ययः, परन्तु तत्रापि अनुबन्धनं निष्कासनं करणीयम्. इत्संज्ञक एतैः सूत्रैः तत्रापि प्रत्ययेषु अपि इत्संज्ञा करणीयं, वर्णानाम् इत्संज्ञा. यः आगमः, नुम् इति आगमः, तत्र केवलं नकारः अवशिष्यते, तत्र उकारमकारस्य इत्संज्ञा. सो आगमेषु अपि तत्र मूलरूपेषु तत्र इत्संज्ञकवर्णाः के, तत्रापि द्रष्टव्यम्. आदेशेषु, आदेशेषु अपि तत्र सर्वदा द्रष्टव्यम् इत्संज्ञकवर्णः कः, तस्य निष्कासनम् अनन्तरम् एव आदेशः करणीयम्. अतः तत्र यत्र कुत्रापि इत्संज्ञा भवति, उपदेश अवस्थायां यत् किमपि महर्षिणा उक्तं, धातुः, सो उपदिष्टधातुविषये अपि इत्संज्ञा करणीयं, प्रत्ययस्य विषये अपि इत्संज्ञा करणीयं प्रथमसोपाने, आगमस्य विषये अपि करणीयम्, आदेशस्य विषये अपि करणीयं, केन, केभिः, एभिः सूत्रैः एव. सो फार् इत्संज्ञा, फार् डूयिङ्ग् द इत्संज्ञा, वी हेव् टु रिमेम्बर् ओन्लि दीस् 8 सूत्रास्, अनन्तरं विधायकसूत्रम् अपि च एकं वार्तिकम्. अग्रे अपि पठतु भगिनि. भगिनि एकः प्रश्नमस्ति, केषु धातुषु सम् आफ् दीस् इत्संज्ञाप्रकरणं वि डोण्ट् डू, खलु? I got a little confused about those which are not applicable for dhatus. Kim ete etrehi sutraihi tatra kanichan sutrani dhatuhu upari karyam na karoti, kevalam pratyayasya upari eva karyam karoti. Aam, satyam. सो तत्र सूत्रे एव तस्य सूत्रे एव तस्य निर्देशः दत्तं यथा तत्र अस्ति शः प्रत्ययस्य सो प्रत्ययस्य शकारस्य एव इत्संज्ञा प्रत्ययस्य आदिं शकारस्य शः प्रत्ययस्य सूत्रे एव महर्षिणा उक्तं प्रत्ययस्य आदिं शकारस्य इत्संज्ञा परन्तु तत्र धातु यदि कोऽपि आदिं शकारः अस्ति तस्य इत्संज्ञा न भवति किमर्थं चेत् सूत्र आधारेण एव इत्संज्ञा करणीयं न भगिनी वी केन् नाट् डू फ्रम् अवर् सैड् सूत्रं वदति प्रत्ययस्य शकारस्य इत् न तु तत्र सर्वेषु आदेशेषु शकारस्य इत् न केवलं प्रत्ययस्य शकारस्य इत् शः प्रत्ययस्य सो तत्र अतः तत्र किं सूत्रे यत् निर्देशं दत्तं तस्य आधारेण एव कार्यं करणीयं न तु तत्र अतः तत्र सूत्राणाम् अध्ययनं सम्यक्तया भवेत् तदा एव वयं सर्वम् अवगन्तुं शक्यते सूत्रं किं वदति तस्य तत्र सम्यक्तया तत्र द्रष्टव्यं सूत्रं किं वदति बिकास् द शः प्रत्ययः इस् फालोड् बै चुटु तत्र सर्वदा किं तत्र सर्वदा पूर्वसूत्रात् तत्र अनुवृत्तिः भवति सि ऐ एम् सेङ्ग् रामः तत्र आपणं गच्छति तस्य साक्षात् अनन्तरं यदि अहं वदामि अहम् अपि देन् इट् इस् अण्डर्स्टूड् देट् अहमपि आपणम् एव गच्छामि सो यदि इफ् ऐ से अहमपि देन् ऐ से द रामः तत्र आपणं गच्छति सो देट् विल् नाट् मेक् सेन्स् सो देट् इस् वै द आर्डर् इस् वेरि इम्पार्टेण्ट् महर्षि फस्ट् सेज् शः प्रत्ययस्य देन् हि सेज् चुटु देन् हि सेज् लशक्वतादिति सो एतेषु त्रिषु प्रथमे तत्र शः प्रत्ययस्य इति यः वदति अनन्तरं प्रत्ययस्य तत्र अनुवृत्तिः करणीयं तत्र अपेक्षते इष्टं सः महर्षि तत्र इष्टं प्रत्ययस्य चुटु प्रत्ययस्य लशकु अपि केवलं प्रत्ययेषु एव इति भवति चुटु अपि केवलं प्रत्ययेषु एव इति भवति सो तत्र अनन्तरम् एतत् सर्वाणि सूत्राणि आयन्ति भगिनि तस्य चिन्तनम् अग्रे कुर्मः सो तत्र अनुवृत्तिः बहु देट् इस् वै ऐ सेड् न अष्टाध्यायीग्रन्थस्य तत्र आत्मा अस्ति अनुवृत्तिः अनुवृत्तिं न कुर्मः चेत् किमपि न अवगम्यते अनुवृत्ति इस् द मूलतत्त्वः आफ् अष्टाध्यायीग्रन्थः अनुवृत्ति इति कान्सेप्ट् शैली अनुवृत्ति इति शैली सो वी हेव् टु अण्डर्स्टाण्ड् दिस् अनुवृत्ति शैली वाट् इस् द इम्पार्टेन्स् सो यू शुड् रीड् दट् देर् इस् वन् करपत्र ऐ डोण्ट् नो वेदर् वी हेव् रेड् देट् अनुवृत्तिविषये तत्र किञ्चित् एकं द्वौ परिच्छेदः तत्र पूर्वस्मिन् कस्यचित् तत्र करपत्रमध्ये अस्ति सो अनुवृत्ति इस् द मूल आत्मा आफ् अष्टाध्यायीग्रन्थः अनुवृत्ति न कुर्मः चेत् तत्र यथा तत्र कर्तरि शप् सार्वधातुके इति पदस्य पूर्वे तत्र अस्ति सार्वधातुके यक् सो तत्र अनन्तरं साक्षात् अनन्तरं कर्तरि शप् सो सार्वधातुप्रत्ययेषु परे एव शप् आयाति आर्धधातुप्रत्ययः परे अस्ति चेत् अनियर् परे अस्ति चेत् तत्र शप् न आगन्तुं शक्यते सो अनुवृत्ति इस् वेरि इम्पार्टेण्ट् वी हेव् टु अण्डर्स्टाण्ड् द अनुवृत्ति कन्सेप्टः देट् इस् द आत्मा आफ् अष्टाध्यायीग्रन्थः इति सर्वे वदन्ति धन्यवादः अग्रे अपि पठतु एतत् लघुपरिच्छेदम् अस्ति यदा वयम् आपणतः शाकाधिकम् आनयामः तदा तथा आनयामः यथा आनयामः तथैव तस्य उपयोगं न कुर्मः कदलीफलम् आनयामः चेत् तस्य आवरणं निष्कासयामः तदैव अन्तस्य भागं खादामः भागं खादयामः शाकस्य अपि कश्चन भागः निष्कासयन्ते कश्चन भागः उपयुज्यते तथैव धातूनां प्रत्ययानाम् आगमानाम् आदेशानां न विषये अस्ति अत्र किं दिस् एक्साम्पल् इस् प्रायशः गिवन् बै द मातृभिः एव दत्तम् एतत् उदाहरणम् अतः स्वरूपमहोदयेन अपि अत्र एतस्य उदाहरणं दत्तं माताजी आल्वेस् सेज् अबौट् दिस् उदाहरणं एण्ड् देट् इस् वै स्वरूपमहोदय हेस् रिटन् दिस् उदाहरणम् अत्रापि दत्तं वदतु किं लिखितं कदलीफलं खादनीयम् इति प्रथमं वयं तस्य स्किन् निष्कासयामः तदनन्तरमेव तस्य अन्तस्थभागं खादामः रिमूव्स् आल् द वटेवर् इस् नाट् रिक्वैर्ड् बट् सी दट् स्किन् इस् आल्सो वेरि इम्पार्टेण्ट् तस्य कार्यमपि अस्ति तथैव व्याकरणे अपि अनुबन्धानामपि कार्यमस्ति देट् इस् दे आर् नाट् जस्ट् फार् दिस् सेविङ्ग् द इण्टर्नल् पार्ट् दे हेव् अ सेपरेट् कार्यं तथैव इफ् दिस् कदलीफलं तत्र आवरणं नासीत् चेत् तत्र वी केनाट् ईट् दिस् अस्तु सो इट् इस् प्रोटेक्टिङ्ग् टिल् इट् इस् यूस्ड् इट् प्रोटेक्ट्स् द देट् फलम् तथैव शाकस्य विषये अपि वी रिमूव् सम् आफ् द वी रिमूव् फ्रोम् द टाप् वी रिमूव् फ्रोम् द बाटम् एण्ड् सम्टैम्स् वी आल्सो पील् दिस् वेजिटेबल् सम् वेजिटेबल्स् वी पील् सो तथैव तत्र धातूनां प्रत्ययानाम् आगमानाम् आदेशानां विषये अपि अस्ति सो वट् एवर् इस् नाट् यूस्ड् इन् द प्रक्रिया तेषाम् इत् संज्ञा भवति सो इत् संज्ञा यस्य इत् भवति तस्य लोपः अपि भवति लोपः इस् केवलम् अदर्शनम् लोपः इस् अदर्शनम् परन्तु तस्य लक्षणं तत्र तिष्ठति सी वेन् वि डू द लोपकार्यं कुत्रचित् तत्र यदि लोपः भवति अनन्तरं यदि तस्य आधारेण एव कार्यम् अस्ति चेत् सः न भवति तत्र एकम् इदानीं तु सूत्रं न तत्र स्मरामः तत्र चुरादिगणे कानिचन धातवः सन्ति ये अधन्तदातवः इत्युक्ते अन्ते अकारः तस्य अकारस्य तत्र लोपः भवति किमपि सूत्रद्वारा तस्य अकारस्य लोपः भवति लोपः भवति चेत् यदा वयं यथा कथ इति धातु अस्ति कथ इति धातुः अधन्तदातुः अन्ते तत्र अकारः अहं चिन्तयामि तत्र कोऽपि अनुबन्धवर्णः नास्ति सो कथ इति अधन्तदातुः अन्ते अकारः अस्ति कथयोग निच् कुर्मः चेत् तत्र निचि परे तत्र अकारस्य लोपः भवति लोपः यदा भवति तत्र निचि परे अजन्तदातूनां तु तत्र वृद्धिः इति वयं दृष्टवन्तः अचोनिनिति इति सूत्रं किं वदति अन्ते अज अचवर्णः अस्ति चेत् तस्य निचि परे अपि च तालुन्यकारः यस्मिन् इत् तादृशप्रत्ययस्य परे तत्र वृद्धिः भवति परन्तु कथयोग निच् भवति चेत् प्रथमे तत्र अकारस्य लोपः भवति लोपः भवति चेत् अतः तस्य वृद्धिः न भवितुं शक्यते किमर्थं चेत् तस्य लोपः भवति इदानीं तत्र किम् अस्ति ककारः अकारः थकारः योग निच् अस्ति परन्तु तत्र इदानीं तत्र उपधायां ह्रस्वाकारः परन्तु तस्यापि तत्र अत् उपधायाः इति सूत्रेण वृद्धिः न भवति किमर्थं चेत् तत्र एकं सूत्रम् अस्ति स्थानिवद् आदेश किमपि अस्ति अचः अहं तत् एतत् सूत्रम् इदानीं न स्मरामः तत्र उपधा तस्य उपधा इति संज्ञा न अस्ति ककार उत्तरवर्ति यः अकारः तस्य उपधा इति संज्ञा नास्ति तत्र थकारः एव उपधायां तिष्ठति यद्यपि अकारस्य लोपः तथापि तत्र उपधायां थकारः एव अस्ति चेत् तत्र उपधायामपि गुणः न भवति, अन्ते स्थितस्य अकारस्य यस्य लोपः तस्यापि गुणः न भवति. सो तत्र यः लोपः भवति सः लोपस्य कृते किं लोपः इति टेक्निकल् टर्म् अस्ति, सूत्रमस्ति अदर्शनं लोपः. सो केवलम् अदर्शनं भवति, तत् न दृश्यते, परन्तु तस्य लक्षणं तत्र तिष्ठति. सो तत्र इट् इस् वेरि टेक्निकल्. अनन्तरं गत्वा एतत् सर्वं वयं तत्र अवगम्यते, परन्तु इदानीं तत्र यः लोपः भवति, फ्रूट् मध्ये तु तत् न तिष्ठति, परन्तु व्याकरणे यस्य लोपः भवति तस्य अदर्शनं, सः अदर्शनम् इति लोपः इत्युक्ते अदर्शनं लोपः, तस्य अदर्शनं भवति. सो तथैव तत्र अत्र किं लिखितमस्ति, यथा वयं ये फलानि सन्ति अथवा शाकः तत्र आपन्तः आनयामः, तेषां तथैव तस्मिन् तस्य स्थित्याम् एव तेषाम् उपयोगं वयं न कुर्मः. तत्र कस्यचित् तत् भागस्य निष्कासनं अस्माभिः करणीयम्, अनन्तरम् एव प्रयोगः भवति. तथैव प्रत्ययानां धातूनाम् आगमेषु तत्र आदेशेषु तत्र यः ये वर्णाः प्रक्रियायां न तिष्ठन्ति तेषां सूत्रद्वारा तेषाम् इत्संज्ञा भवति, अनन्तरं तेषः लोपः, यस्य इत्संज्ञा तस्य लोपः अपि भवति. अतः तथैव तत्र ता विधिः एव तत्र व्याकरणे अपि भवति इति अत्र उदाहरणमस्ति. अस्तु भगिनी, धन्यवादः. अग्रे कः पठति? मञ्जरी भगिनी पठितुमिच्छति वा भगिनी? श्लोचना भगिनी पठितुमिच्छति वा भगिनी? पठतु भगिनी. मम ध्वनि श्रूयते वा? श्रूयते श्रूयते. प्रश्नः उदेति, अनुबन्धाः किमर्थं युज्यन्ति पाणिनिना यदि तेषां लोपः भवति एव? अत्र अर्धमात्रा लाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः इति उच्यन्ते. अर्धमात्रायाः अपि व्यर्थता न भवति, अनुबन्धानाम् अर्थाः सन्ति, तेषां प्रयोजनानि कार्याणि च सन्ति. अस्मिन् विषये एतावता अस्माभिः किञ्चित् दृष्टुम् अग्रे गत्वा इतोपि बहु किमपि द्रक्ष्यामः. अधुना तावत् अवगम्यतां यथा वयं यदा आपणतः वस्तूनि आनयामः तर्हि यथा तस्मिन् एव रूपे तेषाम् उपयोगं न कुर्मः तथैव धातूनां प्रत्ययानां च स्थितिः अपि अस्ति. तेषां विकृतिं साधयित्वा उपयुञ्जामहे. एवमेपि ध्येयं लोके कतिचन पदार्थाः तादृशाः सन्ति यथा आनयामः तथैव प्रयोगं कुर्मः. धातवः प्रत्ययाः अपि तादृशाः केचन सन्ति येषु अनुबन्धाः न भवन्ति, यथा भूधातुः भूसत्तायां तत्र कोऽपि अनुबन्धः नास्ति, प्रत्ययेषु यथा य प्रत्ययः तत्र अनुबन्धः नास्ति. वदतु, तावदेव वदतु, किमस्ति अत्र? अत्र कः प्रश्नः? अनुबन्धाः किमर्थं अनुबन्धानां प्रयोगं किमर्थं कुर्वन्ति तथा यदि तेषां लोपः भवति एव, परन्तु अनुबन्धानां अर्थाः सन्ति, तेषां अनुबन्धस्य प्रयोजनं तथा कार्यम् अपि अस्ति. अत्र लिखितमस्ति अर्धमात्रालाघवेन पुत्रोत्सव मन्यन्ते वैयाकरणः, तस्य विषये जानाति वा भगिनि? कोऽपि अत्र जानाति वा? कोऽपि वक्तुमिच्छति वा? अत्र संक्षिप्तम् इच्छति, लघु भवेत् सूत्रः, लघु भवेत् इति वैयाकरणः अधिक एकमात्रा अपि कम् मीन्स् लघु भवेत् सूत्र अधिकं न भवेत् इति वैयाकरणः किञ्चिदेव अक्षरं न्यूनानि न्यूना अक्षरम् उपयुज्य सूत्राणि करोति. सत्यं भगिनि. विजया भगिनी किञ्चित् वक्तुमिच्छति वा भगिनि? एतत् विषये एव अत्र एकमात्रास्थाने अर्धमात्रा आगच्छति चेत् अत्र वैयाकरणाः उत्सवम् इति मन्यन्ते. बहु सन्तोषेण अर्धमात्रम् अत्र लघु कृतम्, अतः तत्र उत्सवरूपेण कोलाहलः भवति अत्र वैयाकरणः विषये. एतदेव खलु महोदय? आमां सत्यं भगिनि. इत्युक्ते तत्र ये वैयाकरणाः सन्ति, इवन् इफ् दे आर् एबल् टु सेव् ए हाफ् ए मात्रा वर्णः, दे सेलिब्रेटेड् एस् इफ् दे हेव् गाट् ए पुत्र उत्सव, मतलब् लैक् दे अ चैल्ड् इस् बोर्न् इन् अ फेमिली, दे सेलिब्रेटेड् लैक् देट् इन् द व्याकरणशास्त्रः. इत्युक्ते तत्र सो अत्र महर्षि तु तत्र येषां लोपः भवति, यदि तेषां प्रक्रियायां तेषाम् उपयोगः नास्ति न सन्ति, किमर्थं महर्षि तत्र सः तत्र लाघवार्थं किमपि न तत्र चिन्तयति महर्षि? किमर्थं चेत् तत्र बिकास् व्याकरणे किम् अस्ति, इवन् इफ् दे आर् एबल् टु सेव् हाफ् मात्रा, दे सेलिब्रेटेड् इन् अ बिग् वे. But Panini Maharishi is here, Panini Maharishi is putting more and more varnas. Tena saha lagavartham, parantu tasya anantaram kim likhitam? Ye lop varnaha, ye sham, ye it sangyak varnaha, te sham prayojanani, tatra santi vyakrane. See, we saw a sutram, kiniticha, tatra इत्संज्ञक वर्णानां द्वारा तत्र बहूनि तत्र सूत्र सह सूत्राणां निर्माणं कृतवन्तः. इत्संज्ञक वर्णानाम् आधारेण तत्र सह सूत्राणां तत्र निर्माणं कृतवन्तः, यथा किनिति च. सो किनिति च इति सूत्रे किं लिखितम् अस्ति? यस्मिन् ककारः इत्, यस्मिन् गकारः इत्, यस्मिन् नकारः इत्, इत्संज्ञकः. That is the prayojanam of itsangyak varnanam, because sutra are based on many, most of the lot of sutras are based on these itsangyak varna adharena tatra namakaranam to bhavati. Vayam drishtvantah shit pratyah kit pratyah nit pratyah itsangyak varnaihi tatra pratyayanam dhatunam नामकरणं तु भवति एव व्याकरणे. देट् बिकम्स् ईजि फार् अस् टु अण्डर्स्टाण्ड् यदा वयं तत्र इदित् धातु वदामः. सो इदित् धातु वदामः चेत् यस्मिन् धातुः ह्रस्व इकारस्य इत् संज्ञा, सो तत्र ह्रस्व इकारस्य इत् संज्ञा यस्मिन् धातुः तस्य इदित् इति धातुः नाम. अनन्तरं तत्र सूत्रे तस्य प्रयोजनं महर्षि वदति इदितो नुम्. तादृशधातुः यस्मिन् ह्रस्व इकारस्य इत्संज्ञा तस्य नुमागमः भवति, तस्य धातु एव नुमागमः भवति. सो तत्र इत्संज्ञक वर्णानां यद्यपि तत्र एतत् तत्र प्रवादः इत्युक्ते प्रसिद्धवाक्यम् अस्ति, अर्धमात्रलाघवेन पुत्र उत्सव मन्यन्ते वैयाकरणाः, यद्यपि तादृशप्रवादः अस्ति, तथापि पाणिनिमहर्षि तस्य तत्र अनुसरणं न कृतम्. He has put the anubandha varnaha kimartham che tatra granthe tesham prayojanam drishyate, tesham karyani santi itsangyak varnanam. So he has not just, he wanted to put the kakarah it asmin, let me put kakarah it, tasmin kakarah yaha itsangyakah tathev numite agame makarasi itsangya. सो मकारस्य इत्संज्ञा यः भवति तस्य प्रयोजनं सः मित् आगमः भवति, तथैव तित् आगमः, तथैव तत्र कित् आगमः, तत्र प्रत्येकस्य इत्संज्ञकवर्णस्य तत्र प्रयोजनं व्याकरणशास्त्रे विना प्रयोजनं तत्र इत्संज्ञा न भवति. सो यदा तत्र विना प्रयोजनं भवति कुत्रचित् उच्चारणार्थं प्रयोजनं विना अपि कानिचन तत्र वर्णाः सन्ति येषाम् इत्संज्ञा भवति. यथा नुमिति आगमे, नुमिति आगमे तत्र मकारस्य हलन्त्यं सूत्रद्वारा इत्संज्ञा भवति. सो मकारस्य प्रयोजनम् अस्ति. नुमिति आगमः मित् आगमः, मकारस्य इत् यस्मिन् सः मित्. परन्तु तत्र यः उ अस्ति उकारस्य अपि इत्संज्ञा, उकारस्य इत्संज्ञा तत्र कोऽपि प्रयोजनम् अस्ति तस्य कृते. परन्तु वयं किं वदामः, उच्चारणार्थं विना प्रयोजनं नास्ति. उच्चारणे उच्चारणे तत्र सम्यक् भवेत् इति तत्र उकारस्य इत्संज्ञा. सो वयं किं वदामः, कोऽपि वर्णः तत्र उच्चारणार्थं महर्षिणा तत्र तेषां प्रयोगं तस्य प्रयोगं कृतं. सो अपि च तत्र सी दिस् अष्टाध्यायी ग्रन्थः तत्र यानि सूत्राणि सन्ति दे आर् छन्दोबद्ध. छन्दोबद्ध अस्ति चेत् तत्र छन्दस्य प्रयोगः अस्ति. अतः तत्र कुत्रापि तत्र उकारस्य योजनं. सो तत्र वयं किं वदामः, उकारः तत्र कोऽपि तस्य व्याकरणप्रयोजनं नास्ति. सो वि से देट् उकारः केवलम् उच्चारणार्थं. तथैव बहुत्र अस्ति तत्र यः इत्संज्ञकवर्णाः तत्र कार्याणि सन्ति परन्तु कुत्रचित् उच्चारणार्थमपि अस्ति. बिकास् दीस् आर् आल् छन्दोबद्ध सूत्रास्. तत्र द मीटर् शुड् बि करेक्ट्, all the letters should be correct. So somewhere he has used the itsangyak varnaha kevalam ucharanartham, parantu prayashah tatra prayojanani karyani santi itsangyak varnana. Apisha atri kamtam aham ekam prashnam karami va vadatu mahode. Atri num madde ukarasy लोपः भवति उच्चारणार्थं. तस्य अपि उकारस्य अपि इत्संज्ञा नामकरणम् अस्ति वा? आं, सः तत्र अनुनासिक अस्ति न, णुमिति आगमे. तस्य कथं तत्र स्वरस्य इत्संज्ञं कथं कुर्मः यदा सः उपदेशे अनुनासिक अनुनासिक even if that is ucharanartham we have to make that anunasik na, because vyakarane kevalam anunasik swaranam eva itsangya, that is why we have to add the anunasik chinnam there, anyatha tasya itsangya na bhavitum arhati na mahodaya. Ah, astu astu tat so yada vayam num agamah tatra likhamah tatra kim likhniyam, na u upari chandrabindu api cha makarah तत्र हल् अस्ति. सो मकारस्य प्रयोजनम् अस्ति परन्तु उकारस्य कोऽपि प्रयोजनं न दृश्यते. अतः वयं किं वदामः, उकारः केवलम् उच्चारणार्थं, परन्तु तस्यापि इत्संज्ञा करणीयम् उपदेशे अजनुनासिक इति सूत्रेण. अस्तु, धन्यवादः. वै वि से दिस् इस् फार् उच्चारणार्थं, बिकास् तत्र व्याकरणे तस्य उकारस्य कोऽपि प्रयोजनं न दृश्यते. अतः तत्र ये टीकाकारः अपि काशिकारः किं लिखितम्, उकारः उकारः केवलम् उच्चारणार्थं, किमपि ते तस्य कोऽपि विशेषप्रयोजनं नास्ति, अतः केवलम् उच्चारणार्थम्. देट् इस् द कान्सेप्ट् फार् सेयिङ्ग् देट् दिस् इस् उच्चारणार्थं, बिकास् इट् हेस् नाट् ए स्पेसिफिक् प्रयोजनं. यथा मकारस्य स्पेसिफिक् प्रयोजनम् अस्ति, देट् बिकम्स् अ मितागमः. मितागमः अन्तिम अच् परे एव आयाति. सो मकारस्य प्रयोजनम् अस्ति परन्तु उकारस्य कोऽपि प्रयोजनं न दृश्यते. अतः वयं किं वदामः, उकारः केवलम् उच्चारणार्थं, कोऽपि अन्यप्रयोजनं नास्ति. अपि च अत्र सो तत्र ये धातवः, प्रत्ययाः, आगमाः, आदेशाः, तत्र सर्वदा तेषां कोऽपि इत्संज्ञकवर्णः भवेत् इति तु तत्र नियमः नास्ति. तत्र अत्र लिखितमन्ते, तत्र कानिचन धातवः अपि च कानिचन प्रत्ययाः सन्ति यस्मिन् कोऽपि इत्संज्ञकवर्णः एव नास्ति, यथा भू इति धातुः कोऽपि इत्संज्ञकवर्णः एव नास्ति. सो एव्रि टैम् वी हेव् टु सर्च् फार् वाट् इस् द इत्संज्ञकवर्णः इति तत्र तत्र नित्येन न तद् भवति. कस्मिंश्चित् धातुः नित्यं तत्र इत्संज्ञकवर्णाः सन्ति, परन्तु कस्मिंश्चित् धातुः कोऽपि इत्संज्ञकवर्णः एव नास्ति, यथा भू इति धातुः, तथैव अ इति प्रत्ययः अकारः, तत्र कोऽपि इत्संज्ञकवर्णः एव नास्ति. सो यथा वयं सी इफ् यु गेट् एन् एपल् फार् द फ्रोम् द मार्केट् वी इफ् यु विश् वी केन् ईट् इट् वित् पील् वित् दिस् सिकिन् इफ् यु विश् वी केन् पील् द सिकिन् बट् सो तथैव अत्र किं लिखितं तत्र कतिचन पदार्थाः तादृशः सन्ति, यथा आनयामः तथैव प्रयोगं कुर्मः. The way we get them, we use them that way only. So, tathev tatra vyakrane api. Kanichan dhatavah santi, yesham kopi anubandha varnaha evu nasti. So, sarvada tatra anubandha bhavet iti niyamaha nasti. Yatra asti tatra nishkasnam karniyam. Sutra dvara evu. Sutra hi tatra nishkasnam karniyam. Bhagini, bhutatuhu ukarasya... ऊकार इत्संज्ञकः खलु? न न, भू तत्र भो भवति भगिनि, प्रक्रियां भू ऊ तिष्ठति, भू भो भवति, परन्तु उकारः इत्संज्ञकः खलु? न, कथं तत्र कोऽपि इत्संज्ञकवर्णः एव नास्ति भूमध्ये, भूधातुमध्ये कोऽपि इत् वर्णः एव नास्ति. तत्र भू भो भवति अनन्तरम् अव् भवति भवति इति रूपम्. यथा तत्र इगन्तदातुः भू इति इगन्तदातुः शपकारणेन तत्र प्रथमगणे अस्ति, तत्र शपकारणेन भो भवति, अनन्तरम् ओ योग अ अस्ति चेत् अव् भवति, अव भव इति अङ्गम्, भव भवति चेत् अनन्तरं ति भवति इति रूपं, भू भवति एकवचने, तत्र उकारः तिष्ठति, तत्र इत्संज्ञक नास्ति. अस्तु, अग्रे कः पठितुम् इच्छति कृपया स्वयम् अग्रे आगच्छतु. ऐ हेव् टु से द नेम्स्, यु कैण्ड्लि कम् फार्वर्ड् युवर् सेल्फ्. श्लोचना भगिनी पठितुम् इच्छति वा भगिनी? म्यूट् मध्ये अस्ति भगिनि. आं पठामि वा? एकनिमिषः महोदय. नो चेत् उषा भगिनी अस्ति वा? अस्मि. तर्हि अत्र मूलधातुकः अपि च अनुबन्धानां निष्कासनानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम्. परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन्नपि अनुबन्धाः के किं च अवशिष्यते इति विज्ञानम् अस्माकं भवेत्, तदा एव प्रक्रिया अग्रे अनुवर्तते. वृत्तान्ते दुपचांश पाके इति मूलस्वरूपं, पचति इति क्रियापदम्. तत्र सामान्यतया धातुः पच इति वदामः, परन्तु मूलतया दुपचांश इति स्वरूपं वर्तते. तत्र केचन अनुबन्धाः सन्ति, आरम्भे डु, अन्ते शकारः, अपि च चकारोत्तरवर्ती अङ्कारः. चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ति. वर्ति इत्यस्य प्रातिपदिकं वर्तिन् वृत्तधातोः. त्रयाणामपि अनुबन्धानाम् इत्संज्ञा भवति, परं लोपः भवति, पच इत्येव अवशिष्यते. ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं यथातव्यत्. तत्र तकारस्य इत्संज्ञा लोपः च तव्य इति अवशिष्यते. तर्हि पच योगतव्य इति स्थितिः. एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति येन वक्तव्यम् इति रूपं निष्पद्येत। अतः धातुपाठे अस्माकं प्रथमं कार्यं इतसंज्ञाविधानं निबन्धलोपः च तदर्थम् इतसंज्ञाप्रकरणमस्ति। तत्र प्रथमसूत्रस्य प्रसङ्गे किञ्चित् वक्तव्यम् अस्ति, विशेषः तदा सर्वाणि सूत्राणि अवलोकयामः। तावदेव वदतु भगिनि। यदा मूलधातु कः एतद् द्रष्टुमिच्छामः तदा अनुबन्धः ये सन्ति तेषां निष्कासानन्तरं तेषां निष्कासनं कथं भवति ते प्रथमं जानाति तत् सम्यक् अस्ति। अनुबन्धाः के एतस्य प्रथमं अभ्यासं भवेत्, के अनुबन्धाः बन्धस्य इतसंज्ञा भवति। यदा डु पच इति धातुः अस्ति तत्र मूलधातुः अस्ति डु पचैश्, तत्र आरम्भे यत् डु अस्ति तथा अन्ते यत् श अस्ति तस्य इत्संज्ञा भवति। अपि च चकारानन्तरम् अ आगच्छति, ऐङ्कारः यत्किमपि अस्ति तस्यापि लोपः भवति। त्रयाणाम् त्रयः अनुबन्धाः डु श तथा तस्य इतसंज्ञा भवति, परं लोपः भवति तस्य लोपः इति सूत्रेण त्रयाणाम् अनुबन्धानां लोपः भवति। अनन्तरं पच इति अवशिष्टधातुः अस्ति, यदा वयं तव्यत् प्रत्यय उपयुज्यामहे तदा त हलन्त अस्ति तस्य लोप इतसंज्ञा तथा लोपः भवति, तव्य इति अवशिष्टम् अस्ति। यदा पचयोगतव्य तत्र पक्तव्यम् इति भवति, अत्र कथम् आगच्छति तत् तु अहं न जानामि। पच तथा तव्य पक्तव्यम् इति रूपं भवति। सत्यं भगिनि, तत्र अष्टाध्यायीग्रन्थे तत्र भागद्वयं वर्तते, हलसन्धिसूत्राणि सर्वाणि तत्र त्रिपाद्यां सन्ति इत्युक्ते द्वितीयभागे सन्ति। सो द्वितीयभागे यः प्रथम पूर्वे यः सूत्रमस्ति तस्य बलम् अधिकम् अस्ति, अनन्तरं यः सूत्रमस्ति तस्य बलं तस्य पूर्वसूत्रस्य अपेक्षया न्यूनम् अस्ति। सो अत्र यद्यपि अत्र च योग त अस्ति, चकारस्य साक्षात् अनन्तरं तकारः, सो अत्र शुचित्वसन्धि भवेत् परन्तु न भवति। किमर्थं चेत् शुचित्वसन्धिसूत्रसङ्ख्या अनन्तरम् अस्ति, तस्य पूर्वे चहस्कु इति सूत्रस्य सङ्ख्या, सो अत्र चहस्कु इति सूत्रद्वारा चकारस्य ककारादेशः भवति। सो तत्र त्रिपाद्यां तादृश तत्र विचारः, पूर्वसूत्रम् अधिकबलम् अस्ति, अनन्तरं यः सूत्रं तस्य बलं न्यूनम् अस्ति, अतः अत्र चकारस्य ककारादेशः भवति। सो पक्तव्य इति प्रातिपदिकम् अनन्तरं नपुंसकलिङ्गे पक्तव्यम् इति भवति, सो पक्तव्यः इति तत्र स्थितिः। सो तत्र अत्र चर्चा किम्? अत्र चर्चा अस्ति यदि वयं मूलधातुः अपि च मूलप्रत्ययं नयामः तत्र प्रथमसोपाने एव सूत्रैः द्वारा तत्र अनुबन्धानां निष्कासनं करणीयं, सर्वेषु धातुषु अपि द्रष्टव्यं के अनुबन्धवर्णाः, प्रत्ययेषु अपि द्रष्टव्यं के अनुबन्धवर्णाः। सो एतत् सर्वं ज्ञानं कुत्र लभ्यते? इत्संज्ञाप्रकरणे। केवलं तत्र सप्त षट् सूत्राणि सन्ति, एकं वार्तिकम् अस्ति, एकं लोकविधायकसूत्रमस्ति, अपि च एकम् इत्संज्ञानिषेधकसूत्रम् अस्ति। तेभ्यः सूत्रिभिः तत्र किं तत्र सम्पूर्णव्याकरणशास्त्रे यत्किमपि तत्र व्याकरण यः अस्माकं यः पाणिनिव्याकरणशास्त्रं ग्रन्थम् अस्ति सम्पूर्णव्याकरणशास्त्रे ये वर्णानाम् इत्संज्ञा भवति एभिः षट्भिः सूत्रैभिः एव तत्र इत्संज्ञा सो वी हेव् टु रिमेम्बर् ओन्ली दीस् सिक्स् सूत्रास् एण्ड् वन् वार्तिकम् एण्ड् दिस् निषेधकसूत्रम् सम्पूर्ण तत्र ये धातवः उपदिष्टधातवः प्रत्ययाः अपि च आगमः आदेशः तेषु ये वर्णानाम् इत्संज्ञा भवति एभिः सूत्रेभिः भवति सो एतत् सूत्राणि सर्वदा स्मर्तव्यं न सूत्रं न जानीमः कथं जानीमः अत्र डू इति वर्णसमूहस्य इत् चकार उत्तरवती अकारस्यापि इत्संज्ञा शकारस्यापि इत्संज्ञा सूत्रं जानीमः चेदेव इत्संज्ञा कर्तुं शक्यते तथैव तव्यत् मध्ये एकमेव अनुबन्धवर्णः अन्ते तकारः सो सूत्रं इत्संज्ञाप्रकरणं जानीमः चेदेव किमर्थं चेत् तत्र यत् किमपि प्रक्रिया प्रातिपदिकप्रातिप्रतिकेषु यत् प्रक्रिया भवति क्रियापदेषु यत् प्रक्रिया भवति प्रथमसोपाने एव इत्संज्ञकवर्णानां निष्कासनं करणीयं सो दिस् इस् अ वेरि इम्पार्टेण्ट् चाप्टर् बिकास् दिस् विल् बि अप्लिकेबल् इन् द होल् अष्टाध्यायी ग्रन्थः यत्किमपि तत्र आदेशः तस्य उपरि तत्र इत्संज्ञकवर्णाः सन्ति चेत् प्रथमसोपाने एव तेषां निष्कासनं करणीयम् तत्र प्रथमसूत्रविषये तत्र किञ्चित् अधिकचिन्तनं दत्तम् अनन्तरम् एव तत्र सूत्राणि अस्तु एतत् परिच्छेदं पठित्वा तत्र समापयामः एतत् सर्वं पूर्वे अपि पठितम् अहं चिन्तयामि तत्र आम् इत्संज्ञकप्रकरणं तत्र पठितवन्तः कोऽपि प्रश्नः वृतान्तः महोदय वृतान्तः किं वदामः एक्स्प्लेनेशन् इति वदामः वा आमामाम् एक्स्प्लेनेशन् एव दृष्टान्तं वृत्तान्तम् एतत् सर्वं महोदय प्रातिपदिकम् अस्ति प्रातिपदिकं सङ्गेभि इत्संज्ञा विधानम् अस्ति चेत् अस्ति किम् मूलप्रातिपदिकम् अस्ति चेत् तत्र इत्संज्ञा अस्ति परन्तु वि डोण्ट् हेव् मूलप्रातिपदिकं वि हेव् सर्वे कृदन्ताः तेषां प्रातिपदिक इति संज्ञा भवति सो प्रायशः तत्र वि हेव् वेरि लेस् मूल प्रातिपदिकाः तत्र बहु न्यूनानि सन्ति महोदय अहं न जानामि एक उदाहरणमपि मनसि नास्ति जैसे राम अस्ति गिरम् अस्ति तत्र कोऽपि संज्ञा न भवति रामः तु महोदय तत्र रम धातुतः रामः इति भवति अस्तु प्रातिपदिके प्रातिपदिकं न देट् इस् नाट् अ मूल प्रातिपदिकं धातुशः एव तस्य निर्माणं धातुतः एव तस्य निर्माणं भवति न महोदय सर्वाणि प्रातिपदिकं तु धात्वा आयति देट् इस् नाट् ऐ सेड् न 96% 96 बट् देर् आर् सम् 3-4% न महोदय देर् आर् सम् 3-4 विच् आर् मूल प्रातिपदिकं सो ते तत् कानि तत् द्रष्टव्यं महोदय 96 आफ् द प्रातिपदिकास् आर् डिरैव्ड् फ्रोम् धातुस् ओन्ली फ्रोम् दीस् द्विसहस्र धातुः हा विरलतया एव देट् इस् वै वी आर् रीडिङ्ग् द धातु विज्ञानं न बिकास् दिस् इस् द ओन्ली मेटीरियल् देट् इस् अवेलेबल् देट् दिस् इस् द मेन् मेटीरियल् नाट् द ओन्ली मेटीरियल् दिस् इस् द मेन् मेटीरियल् फार् व्याकरणशास्त्रम् आहाति अपि के अहं वक्तुं शक्नोमि कि प्रातिपदिकं सङ्गे संज्ञा न भवति सरलं किमर्थम् एतत् वक्तव्यं महोदय if we have not karan we don't have such matlab ki jo example udharan nasti tatkar mahoday we have we don't know we don't have a sampurna gyanam of the ashtadhyayi granthah na how can we say we cannot conclude anything no there are some pratipadikas 3-4% of the pratipadikas maybe tasmin kopi anubandha varnah asti when we don't know the we don't have the sampurna gyanam katham tatra etat but till this time we can say like that till this time you can say but this is not a right comment to make but that would be wrong okay madam dhanyawad अत्र स्थगामः अथवा पठामः उपदेशे अजनुनासिक इति सूत्रस्य विषये किञ्चित् अत्र परिच्छेदं दत्तम् अनन्तरम् एव इत्संज्ञाप्रकरणसूत्राणि सो सि वेन् वी आर् गोयिङ्ग् अहेड् वेर् एवर् यू हेव् डौट् यू शुड् क्लियर् इट् हियर् ओन्लि बिकास् अग्रे गत्वा तत्र अन्यथा तत्र अग्रे गत्वा तत्र बहु तत्र क्लेशः भवति क्लिष्टः भवति तत्र अस्तु कोऽपि अन्यप्रश्नः अस्ति वा पूर्वस्मिन् पाठस्य कृते अथवा यत् इदानीं पठितम् अन्यथा अत्र स्थगामः नास्ति महोदय अस्तु चेत् अत्र स्थगामः शान्तिमन्त्रं कोऽपि शान्तिमन्त्रं पठितुम् इच्छति वा सहनावतु सहनौ गुणस्तु पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओम् श्रीगुरुभ्यो नमः हरि ओम् तत्सत् नमस्काराः धन्यवादाः पुनः मिलामः विजयभगिनी श्लोकं पठतु एकवारं तस्य किं महोदय शान्तिमन्त्रम् एकवारं पुनः पठतु भगिनि ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विषावहैः ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः नमस्कारः गुरु भगिनी धन्यवादः भवतु आदौ एव उच्चारणः खलु न मम भगवद्गीताया वर्गः अन्ते एव भवति ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्छेते पूर्वं भवति